गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तर्हि प्रत्यभिज्ञा यावत् गते वर्गे अस्माभिः पठितम्, इदानीं तत्र ज्ञानस्य द्वितीयविधः यदस्ति अनुभवः इति, ततः पाठः अग्रे गमिष्यति। किन्तु तस्मात् पूर्वं मया किं चिन्तितं, ये गुणाः एतावत्पर्यन्तम् अस्माभिः अचीताः तेषां विषये किञ्चित् पुनस्मारणं कृत्वा अत्र मौखिकपरीक्षा इव पुनस्मारणं कृत्वा अग्रे गच्छेमश्चेत् समीचीनं भवति इति। तस्मात् पूर्वं गते वर्गे गृहपाठाः आसन्, तेषां विषये प्रथमं चिन्तनं कुर्मः। प्रथमगृहपाठम् आसीत् प्रत्यभिज्ञायाः लक्षणं रचयित्वा दलसार्थक्यं कुर्वन्तु इति। अस्तु, केनापि अस्मिन् विषये प्रयासः कृतः वा? मया कृतं महोदय। अस्तु, वदतु। तत्र एकनिमिषं इदानीं पुरतः नास्ति। तत्र प्रत्यभिज्ञाया दलत्रयं भवति। लक्षणं किम्? अस्तु महोदय, तत्र लक्षणं लौकिकवाक्येन वदामश्चेत् तत्र इन्द्रियप्रत्यक्षज्ञानम् अपि भवति, अनन्तरं संस्कारेण तस्य जन्यत्वमपि भवति। तस्य इति कृत्वा द्वयमपि आवश्यकं भवति। तत्र स्मृतौ तत्र केवलं संस्कार एव कारणं भवति। इदानीं प्रत्यज्ञानस्य चक्षुरिन्द्रियसन्निकर्षेण प्रत्यक्षज्ञानस्य तत्र केवलम् इन्द्रिय एव जनकत्वं भवति। तु अत्र प्रत्यभिज्ञायां विषये तु द्वयमपि मिलित्वा कार्यं करोति। किन्तु वाक्यं न रचितं वा सत्यन्तं प्रयुज्य? ओ एवं वदामि महोदय, तत्र एवं उक्तवान् चेत् तत्र चक्षुरेन्द्रिय चक्षुरेन्द्रिय अथवा प्रत्यक्षज्ञान प्रत्यक्षज्ञानजनकत्वे सति संस्कार संस्कारजनकत्वे सति ज्ञानत्वम्। अस्तु, तर्हि एतादृशं स्वीकुर्मः, प्रत्यक्षज्ञानजनकत्वे सति संस्कारजनकत्वे सति ज्ञानत्वम् इति दलत्रयं स्वीकुर्मः, स्वीकृत्य परीक्षां कुर्मः। न, किन्तु जनकत्वम् इदानीं कुत्र अस्ति? जनकत्वमिति किमर्थं वदति? जन्यत्वं नास्ति। अस्तु, तर्हि वदतु। एवं लिखितवान्, संस्कारजन्यत्वं संस्कार इतरजन्यत्वं संस्कारजन्यत्वे सति संस्कार इतरजन्यत्वे सति ज्ञानत्वम् इति अस्ति। ओ, इति भवता लिखितं वा? अत्र प्रत्यक्षं न लिखितं, पुस्तके अस्ति। न न, अस्तु, तर्हि किमपि वदतु। प्रथमं लक्षणवाक्यं किम् इति उक्त्वा तदनन्तरं इदानीं भवतः निश्चितलक्षणवाक्यं किम्? इदानीं पुस्तके अस्ति, तत् स्वीकुर्मः, अथवा यत् मया उक्तं तदपि सम्यक् एवं चिन्तयामि। संस्कारजन्यं यत्किमपि वदतु, भवतः निश्चितचिन्तनं किम्? संस्कारजन्यत्वं संस्कार इतरजन्यत्वम् अथवा ज्ञानत्वम्। एकनिमिषं महोदय, तत्र अत्र एवमेव। तर्हि भवता गृहपाठं कृतं वा न वा इदानीमेव चिन्तयति चेत् समयस्य न कृतवान्। संस्कारजन्यत्वं किं किं लक्षणं स्वीकृत्य गृहपाठं कृतं तत् वदतु। हा मम यत्र पुस्तके अस्ति तत् स्वीकृत्य एव कृतवान्। अस्तु तर्हि संस्कारजन्यत्वे सति संस्कार इतरजन्यत्वे सति ज्ञानत्वम्। अस्तु तर्हि दलसार्थक्यं करोतु। इदानीं संस्कारजन्यत्वम् इति स्वीकुर्मश्चेत् तत्र अतिव्याप्ति स्मृतौ अपि च संस्कारध्वंसे भवति इति कृत्वा तत्र संस्कार इतरजन्यत्वं योजनीयम्। इदानीं द्वितीयसम्भावना संस्कार इतरजन्यत्वं स्वीकुर्मश्चेत् संस्कार इतरजन्यत्वं कुत्र भवति तत्र इदानीं संस्कारम् अपि प्रत्यक्षज्ञाने अपि भवति इतरजन्यत्वम् इत्युक्ते तत्र चक्षुरेन्द्रियेण प्रत्यक्षनाशे जन्यत्वं भवति। संस्कार इतरजन्यत्वं प्रत्यक्षज्ञाने अस्ति। अत्र इतर इति पदेन किं स्वीकृतं भवता? इतर इत्युक्ते संस्कारभिन्नं यत्किमपि। अस्तु तर्हि घटः अपि भवति खलु? तदपि भवति। घटे अपि हि संस्कार इतरजन्यत्वमस्ति। सत्यम्। अस्तु भवतु। हा तदनन्तरं ज्ञानत्वम् इति स्वीकुर्मश्चेत् अनुभवे स्मृतौ अतिव्याप्ति भवति। अस्तु समीचीनं। द्वितीयदलम् इदानीं संस्कारजन्यत्वं संस्कार इतरजन्यत्वं द्वयमपि मिलित्वा स्वीकुर्मश्चेत् तत्र अहं चिन्तयामि तत्र संस्कारनाशे तत्र अतिव्याप्ति भवति इति अहं चिन्तयामि महोदय। संस्कार कथम् इति ते तत्र तस्य नाशः संस्कारनाशः वा संस्कारध्वंसे? हा संस्कारस्य ध्वंसः। अस्तु संस्कारध्वंसे किं कारणं? संस्कारः अपि कारणं। संस्कारं विना संस्कारस्य ध्वंसः न भवति इत्यतः समीचीनं। तादृशमस्ति। तदनन्तरम् इतरजन्यत्वम् इत्युक्ते तत्र द्वितीयस्मृतौ यदा भवति यदा तत्र उदाहरणं पूर्वं दृष्टम् अस्माभिः इत्युक्ते साधारणतया यत् यस्य यत्किमपि पश्यामश्चेत् तत्र संस्कारः जायते तदनन्तरं द्वितीयस्मृतौ तस्य संस्कारस्य नाशः भवति इति अस्माभिः पूर्वम् अधीतम्। चरमस्मरणम् इति खलु? चरणस्मरणं सत्यं। चरमस्मरणं चरमस्मरणेनापि संस्कारः नश्यति इति कृत्वा संस्कार इतरजन्यत्वमपि अस्ति संस्कारजन्यत्वमपि द्वयमपि तत्र। संस्कार इतरजन्यत्वं कुत्र अस्ति? संस्कारनाशस्य जन्यत्वं भवति। संस्कारध्वंसे अस्ति संस्कारजन्यत्वमपि संस्कारे संस्कारध्वंसे अस्ति इति कृत्वा दलद्वयं स्वीकुर्मश्चेत् संस्कारध्वंसे अतिव्याप्तिः भवति। समीचीनम्। अग्रे किञ्चित् अन्यम् अपि अत्र चिन्तितवान् तत्र श्रुतं वा न जानामि अत्र संस्कारजन्यत्वं संस्कार इतरजन्यत्वे तत्र सुखं दुःखम् अपि स्वीकर्तुं शक्यते इति अहं चिन्तयामि महोदय। संस्कारेण सुखं न जायते खलु? स्मृतिः एव जायते तत्र। सुखे नास्ति यदा किमपि तत्र संशयः एवम् अस्ति इदानीं यदि एकनिमिषम् इतोपि अत्र यदि तादृशम् अस्ति तर्हि संस्कारमात्रजन्यः जन्यं ज्ञानं स्मृतिः इति कथं वा स्यात्? संस्कारेण केवलं स्मृतिः एव जायते तत्र। तदा महोदय तत्र स्मृतिः तु अत्र प्रतिभिज्ञायाम् अपि संस्कारकारणत्वम् अस्ति महोदय खलु? सत्यम् इत्यतः एव अस्मिन् विषये चिन्तनं केवलं प्रत्यभिज्ञायां कुत्रचित् अतिव्याप्तिः भवति इति कृत्वा किन्तु सुखं कथं वा संस्कारेण जायते? इदानीं किमपि वस्तु पश्यामि तत्र मम इष्टं वस्तु अस्ति चेत् तत् एतद् मम इष्टं वस्तु इति संस्कारेणैव ज्ञातुं शक्नुमः खलु महोदय? अनन्तरं प्रत्यक्षज्ञानमपि तत्र भवति खलु? इति नास्ति इति भवान् चिन्तयति किन्तु सुखं कथं जायते इति एतावत् अस्माभिः न अधीतम्। अस्माभिः किञ्चित् प्रयत्नं कृतवान्. सुखं कथं जायते? सुखम् इति गुणः, मनसा गृह्यते, आत्मनि जायते, तावदेव एतावत्पर्यन्तम् अस्माभिः अधीतम्. किन्तु सुखस्य कारणं किम् इति एतावत् न अधीतं खलु. किञ्चित् तत्र चिन्तनीये, तत्र चिन्तनीयम्. पञ्चमसम्भावना, संस्कारजन्यत्वं ज्ञानत्वम् इति स्वीकुर्मश्चेत् तत्र स्मृति अपि स्मृतौ अतिव्याप्ति भवति. स्मृतौ स्मृतिः संस्कारात् जायते. इदानीं संस्कार इतरजन्यत्वं ज्ञानत्वं स्वीकुर्मश्चेत् प्रत्यक्षज्ञानं, प्रत्यक्षज्ञानं तत्र इन्द्रियेण जायते, प्रत्यक्षज्ञानं जायते इति कृत्वा तत्र दलत्रयम् अपि करणीयं, संस्कारजन्यत्वं, संस्कार इतरजन्यत्वं, ज्ञानत्वं. यस्, उत्तमम् इति अस्ति. बहु समीचीनं महोदय, धन्यवादः. सर्वं प्रतिपादितम् अस्तु. अत्र प्रश्नाः सन्ति वा कस्यापि? उद्धं खलु महोदय, एकः प्रश्नः अस्ति. वयमपि कृतवन्तः महोदय, अत्र इन्द्रियजन्यत्वम् इति स्वीकुर्मः, परन्तु संस्कार इतरजन्यत्वमपि सम्यक् एव अस्ति. संस्कार इतरजन्यत्वे सति कथं संस्कारनाशने अतिव्याप्ति इति न स्पष्टम्. संस्कार इतरजन्यत्वे सति संस्कारजन्यत्वं दलद्वयं स्वीकुर्मश्चेत् अतिव्याप्ति संस्कारनाशने भवति इति चिन्तनमस्ति, तत् कथम् इति न स्पष्टम्. बिकास् संस्कारजन्यत्वे अस्ति चेत् संस्कारनाशनं भवति, परन्तु संस्कार इतरजन्यत्वे कथं संस्कारनाशनं इति पुस्तके अस्माभिः पठितं. भवती तस्मिन् समये न आसीत्, अहं प्रेषयिष्यामि. अपि च अस्मिन्नेव वर्गे अग्रे चिन्तयिष्यामः. चरमस्मरणम् एकस्य नाशस्य, यत्किमपि पदार्थस्य नाशस्य कति कारणानि, सामान्यकारणानि कानि भवन्ति इति अस्मिन् विषये अस्माभिः पठितं, तत् प्रेषयिष्यामि. चरमस्मरणम् इति अस्ति, चरमस्मरणेनापि संस्कारः नश्यति. इत्युक्ते अत्र स्थूलरीत्या अहं वदामि, इदानीम् एकं ज्ञानं जातम्, अयं घटः इति ज्ञानं जातं, तेन ज्ञानेन संस्कारः उत्पद्यते इति अस्माभिः अङ्गीकृतम्. संस्कारेण एव तस्य स्मृतिः अपि अन्यस्मिन् समये अन्यस्मिन् देशे भवति इति अपि अस्माभिः अङ्गीकृतम्. तर्हि संस्कारः यत् यानि ज्ञानानि अस्माभिः अनुभूतानि, तानि सर्वाणि अस्माकम् आत्मनि संस्कारान् उत्पद्यते. अस्तु, तर्हि सर्वे सर्वाणि ज्ञानानि संस्कारान् उत्पद्यते इति कृत्वा सर्वे संस्काराः आत्मनि अस्ति वा इति चेत् न, तत्र संस्कारस्य नाशः अपि भवति. गते मासे अस्मिन्नेव दिने, पञ्चदशी तमदिने भवती अस्मिन् समये किं कृतवती, किं कृतवती आसीत् इति यदि अहं पृच्छामि, भवत्या न वक्तुं शक्यते खलु, स्मरणं न आगच्छति. किमर्थं? संस्कारः नष्टः जातः, किन्तु तस्मिन् समये संस्कारस्य उत्पादनम् अभवत् अपि, किन्तु इदानीं संस्कारः नष्टः जातः. तर्हि तस्य कारणं केवलं कालम् इति न वदामः. किमर्थम् इत्युक्ते कालं तु साधारणकारणमस्ति, असाधारणकारणं न भवति कालं, सर्वेषां साधारणकारणमस्ति. तर्हि यत्किमपि असाधारणकारणं वक्तव्यं भवति. तर्हि अत्र नैयायिकाः किं वदन्ति, चरमस्मरणम् इत्युक्ते अयं घटः इति ह्यः मया दृष्टं, तर्हि तस्मिन् विषये इदानीं स्मरणं जातम्. ओ, घटः मया दृष्टः ह्यः इति केवलं स्मरणं, तदनन्तरं श्वः अपि गच्छति, श्वः अपि स्मरणं भविष्यति, पुनः परश्वः अपि भविष्यति. तदनन्तरं यदा कदापि तस्मिन् विषये मम चिन्तनमेव नासीत्, तर्हि इदानीं एकमास अनन्तरम् एतत् संस्कारः मम आत्मनि तिष्ठति वा न तिष्ठति, तर्हि तस्य असाधारणं कारणं किम् इति चेत् नैयायिकाः वदन्ति परश्वः यद् चर्मस्मरणं, चर्मस्मरणम् इत्युक्ते द लास्ट् मेमरि, तदेव कारणम् इति वक्तव्यं, नो चेत् अत्र असाधारणकारणं किमपि नास्ति इति कृत्वा अत्र क्लेशः भवति इति कृत्वा चर्मस्मरणम् एव कारणम् इति वक्तव्यम् इति निर्बन्धः अस्ति इति नैयायिकैः स्वीकृतम्। तर्हि संस्कारस्य संस्कारेण स्मृतिः जायते इति वैचित्र्यमस्ति अत्र, संस्कारेण स्मृतिः जायते किन्तु स्मृत्या संस्कारः नश्यति इति अपि अस्ति। अत्र कस्मिन् पुटे अस्ति इति अहं वदामि, हा 103 पेज् मध्ये अस्ति, चर्मस्मरणेनापि तृतीयपङ्क्तिः, नश्यति संस्कारः, अजिज्ञासितः अपि अर्थः इन्द्रियसन्निकर्षादिना अस्माभिः ज्ञातः इति मन्यताम्, तेन संस्कारः उत्पन्नः, संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातं, परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः। अस्तु, किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत्? न, प्रयोजनाभावात्। स्मरणाय खलु संस्कारः, यदि न सः विषयः पुनः स्मृतः कः लाभः? तदा आत्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया। अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चर्मस्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम् इति अत्र किञ्चित् विचित्रचिन्तनमस्ति, संस्कारेण स्मृतिः जायते किन्तु संस्कारस्य नाशः कथं भवति इति संस्कारेण एव भवति। कीदृशसंस्कारेण? चर्मस्मरणेन तस्य नाशः भवति इति नैयायिकैः अङ्गीकृतं, तदाधारीकृत्य एव श्रीराममहोदयेन प्रतिपादितम् एवं बुद्धं खलु महोदय? बुद्धमस्ति, संस्कार इतरजन्यत्वम् इत्युक्ते अत्र चर्मस्मरणस्य विवरणमस्ति। यदि वयम् इन्द्रियजन्यत्वम् इति स्वीकुर्मश्चेत् तत् चर्मस्मरणं तस्मिन् न भवति, अतः संस्कार इतरजन्यं सम्यक् अस्ति किल महोदय? न, तर्हि भवती किं वक्तुमिच्छति? भवती अपि लक्षणवाक्यं कृतवती वा? अस्तु, भवत्याः लक्षणवाक्यं किम्? लौकिकवाक्यं संस्कारसहकृत इन्द्रियजन्यं ज्ञानं प्रत्यभिज्ञा इति। अत्र दलत्रयं स्वीकुर्मश्चेत् इन्द्रियजन्यत्वे सति, संस्कारजन्यत्वे सति, ज्ञानं प्रत्यभिज्ञा इति स्वीकुर्मः। अत्र दलसार्थक्यं समानमेव अस्ति, एका सम्भावना एव क्लेशः अनुभूयामि। अत्र तु यदि वयं अहं वदामि महोदय, इन्द्रियजन्यत्वे संस्कारजन्यत्वम् इति स्वीकुर्मश्चेत् इन्द्रियजन्यत्वम् इति स्वीकुर्मश्चेत् अन्येषु सर्वेषु अनुभवेषु अतिव्याप्ति अस्ति। द्वितीयतलं यदि संस्कारजन्यत्वम् इति स्वीकुर्मश्चेत् स्मृतिः अतिव्याप्ति। तृतीयतलं यदि ज्ञानमिति स्वीकुर्मश्चेत् अनुभव अपि च स्मृति अनुभवे अतिव्याप्ति अस्ति। अन्येषु सर्वेषु ज्ञानेषु अस्तु, प्रथमद्वितीयदलं यदि स्वीकुर्मश्चेत् तत्र एव क्लेशः अनुभूयामि, संस्कारनाशनम् इति वदनेन कथं इन्द्रियेण तज्जन्यति इति न स्पष्टमस्ति, परन्तु यदि संस्कार इतरजन्यत्वम् इति स्वीकुर्मश्चेत् चरमस्मरणम् इति स्वीकुर्मश्चेत् क्लेशः न भवति, अत्रैव प्राब्लम् अस्ति. न न, तर्हि भवती प्रतिपादयतु इन्द्रियजन्यत्वे सति संस्कारजन्यत्वम् इति दलद्वयं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? हा, अत्रैव संस्कारनाशनम् इति न वक्तुं शक्यते, संस्कारनाशनमेव भवेत्. भवती तत् त्यजतु भगिनि, भवती भिन्नलक्षणवाक्यं कृतवती खलु, तर्हि इदानीं दलद्वयं स्वीकरोति चेत् भवत्याः चिन्तनानुसारं कुत्र अतिव्याप्तिः भवति इति वदतु. अतः एव ध्वंसः इति एतत् सर्वं त्यजतु, इदानीं दलद्वयं भवत्या स्वीकृतं, तत्र कुत्र अतिव्याप्तिः भवति? हा महोदय, अत्र अतिव्याप्ति न वक्तुं शक्नोमि, अतः एव ज्ञानस्य ज्ञानम् इति लक्षणं मया त्यक्तम्. अतः केवलम् इन्द्रियप्रत्यक् अतः रीडिफैन् कृतम् इन्द्रिय जन्यत्वे सति. भवति यदि इन्द्रियजन्यत्वे सति संस्कारजन्यत्वम् इति वदामश्चेत् तर्हि दलद्वयमेव स्वीकुर्मश्चेत् यत्र कुत्रापि अतिव्याप्तिः वा अव्याप्तिः भवति वा इति प्रश्नः न भवति. अस्तु, तर्हि तत्र स्थगयतु एकनिमिषं, तर्हि तावदेव भवतु. किमर्थं ज्ञानत्वम् इत्यस्य आवश्यकता? अतः एव ज्ञानत्वम् एकनिमिषम्. अस्तु, अत्र किं भवति, प्रत्यभिज्ञा इति ज्ञानं वा न वा? तर्हि इन्द्रियजन्यत्वे सति संस्कारत्वम् इति तावदेव वदामश्चेत् इदानीं प्रत्यभिज्ञायां तत्र ज्ञानत्वम् इति त्यक्तं खलु. तर्हि यद्यपि प्रत्यभिज्ञाज्ञानं तथापि लक्षणवाक्ये ज्ञानत्वम् इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः वा अव्याप्तिः भवति वा इति चिन्तनीयम्. अस्तु, इदानीं चिन्तयामः, क्लेशः नास्ति चेत् भवतु, तावदेव भवतु, ज्ञानत्वमिति किमर्थम्? तर्हि इदानीं चिन्तयामः, इन्द्रियजन्यत्वम् इन्द्रियजन्यत्वे सति संस्कारजन्यत्वम् इति दलद्वयं स्वीकुर्मश्चेत् अन्येषां चिन्तनं किम्? अत्र यत्र कुत्रापि अतिव्याप्तिः भवति वा अव्याप्तिः वा अतिव्याप्तिः भवति वा? महोदय, एवमेव अहम् आरब्धवान् गतवर्गे अपि प्रश्नः. अत्र मम आशयः अस्ति, तत्र सुखं वा दुःखं वा भवितुम् अर्हति इत्येव तत्कारणेनैव स्वीकृतवान्. सुखं दुःखं भवितुम् अर्हति इति अहं चिन्तितवान्. प्रत्यक्षम् अपि ज्ञानम् आवश्यकं भवति, तदनन्तरं संस्कार अपि अनुकूलता संस्कारस्य अनुकूलता अपि भवेत् इति अहं चिन्तितवान्. न, तत् तादृशं चिन्तयितुम् अस्माकं पुरतः इदानीं सामग्री नास्ति. इत्युक्ते सुखं कथं जायते इति अस्माभिः न अधीतं, सुखस्य लक्षणं न पठितं खलु. तत् सत्यं, एतावता अस्माभिः यत् पठितं तदाधारीकृतेन न कर्तुं शक्नोमि महोदय. एवम् इतरजन्यत्वं तत्र इदानीम् इन्द्रिय जन्यत्वम् इति स्वीकुर्मश्चेत् क्लेशः अनुभूयते, अथवा वयं यथा भगिन्या उक्तं इदानीं भवता इदानीं दलद्वयम् उक्तं खलु, इन्द्रियजन्यत्वे सति संस्कारजन्यत्वं प्रत्यभिज्ञायाः लक्षणमिति वदामश्चेत् यत्र कुत्रापि क्लेशः अस्ति वा न वा? न महोदय, तावत् पर्याप्तं, ज्ञानत्वमपि न आवश्यकं भवति. हा, ज्ञानत्वं तु अस्ति प्रत्यभिज्ञायां, किन्तु लक्षणे तद् योजनीयं वा न वा, अतिव्याप्तिः लक्ष्ये भवति वा इति चिन्तनीयम् अन्यत्र. अहं चिन्तयामि न भवति इत्येव अहं चिन्तयामि. अस्तु, तर्हि अहमपि चिन्तयामि तत्र इदानीं संस्कारध्वंसे अतिव्याप्तिः न भवति खलु, इन्द्रियजन्यत्वं संस्कारध्वंसे नास्ति, तर्हि अन्यत्र यत्र कुत्रापि अतिव्याप्तिः कुत्र उक्तं भवता? श्रीरामहोदय वदतु, कुत्र कुत्र अतिव्याप्तिः उक्तं, केवलम् अतिव्याप्तिः कुत्र इति? सुखं दुःखं भवति, तत् त्यजतु, सुखं दुःखम् इति त्यजतु. तत्र स्मृतौ स्मृतौ तदनन्तरं संस्कारे संस्कारनाशे तावदेव अस्ति महोदय प्रत्यक्षज्ञाने स्मृतिः संस्कारनाशः अनन्तरं प्रत्यक्षज्ञानं त्रीणि त्रीणि एव स्वीकृतवान् संस्कारध्वंसः संस्कारध्वंसः स्मृति प्रत्यक्षज्ञानं तावदेव तर्हि इन्द्रियजन्यत्वे सति अस्तु एकनिमिषम् अत्र चिन्तयामः इदानीं मनः अपि इन्द्रियं खलु मनः इति षष्ठ इन्द्रियं मनसा किं किं जायते मनसा किं किं गृह्यते इत्युक्ते मनः जनकः मनः जनकम् इति स्वीकुर्मश्चेत् मनसः अपेक्षया किं किं जन्यं भवति सुखं भवति खलु दुःखं भवति षड् गुणाः सन्ति खलु षड् आत्मगुणाः ये सन्ति ते सर्वे तत्र मनसा गृह्यते इति कृत्वा तेषु सर्वेषु जन्यत्वमस्ति तर्हि इदानीम् इन्द्रियजन्यत्वं कुत्र अस्ति सुखे अस्ति मनः इन्द्रियम् इति कृत्वा षड् आत्मगुणेषु अपि इन्द्रियजन्यत्वं मनः इति इन्द्रियमिति स्वीकुर्मश्चेत् इन्द्रियजन्यत्वं तत्र तेषु अस्ति अपि च संस्कारजन्यत्वं तत्र के आसीत् सुखदुःख इच्छा द्वेष प्रयत्न अन्यत् षष्ठमः किमासीत् धर्माधर्मसंस्कारः न न धर्माधर्मसंस्कारः मनसा न गृह्यते षड् आत्मगुणाः के सुख दुःख इच्छा द्वेष प्रयत्न न पञ्च एव उक्तं षष्ठमः कः सुख षष्ठः कः बुद्धिः महोदय हा ज्ञानमेव ज्ञानमपि खलु हा तर्हि इदानीं पश्यामः संस्कारजन्यत्वं संस्कारजन्यत्वम् इति स्मृतौ भवति इन्द्रियजन्यत्वम् इन्द्रियजन्यत्वं ज्ञाने अस्ति संस्कारजन्यत्वम् इति स्मृतौ अस्ति स्मृतौ अपि स्मृतिः अपि ज्ञानं खलु तर्हि ज्ञाने अतिव्याप्तिः न भवति वा इन्द्रियजन्यत्वे सति संस्कारजन्यत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् ज्ञाने अतिव्याप्तिः भवति तर्हि तत्र ज्ञानत्वम् इति वदामश्चेदपि ज्ञाने अतिव्याप्तिः भवत्येव अस्तु तर्हि ज्ञानम् इति स्वीकृत्य श्रीराममहोदयस्य प्रश्नं किञ्चित् पश्येम श्रीराममहोदयस्य लक्षणं पुस्तके यद्दत्तं संस्कारजन्यत्वं स्मृतौ अस्ति स्मृतिः अपि ज्ञानं साक्षात् ज्ञानमेव ज्ञानत्वं स्मृतौ अस्ति इति नास्ति बुद्धेः द्वैविध्यमेव एकः एका स्मृतिः तर्हि स्मृतिः इत्युक्ते किं ज्ञानमेव अस्तु तर्हि इन्द्रियजन्यत्वं सारि संस्कारजन्यत्वं ज्ञाने अस्ति संस्कार इतरजन्यत्वं ज्ञाने अस्ति वा इन्द्रियेण ज्ञानं जायते खलु हा तर्हि ज्ञाने अतिव्याप्तिः भवति इति वक्तव्यं सर्वत्र भवतः लक्षणे अपि च भगिन्याः लक्षणे यदि ज्ञानम् इति आत्मगुणं स्वीकुर्मः अस्तु तर्हि स्मृतिः अपि ज्ञानमेव केवलं स्मृतौ एव भवति इति कथं वा स्यात् अस्तु तत् त्यजामश्चेत् यथा भगिन्या उक्तं तत्र इन्द्रियजन्यत्वे सति संस्कारजन्यत्वम् इति दलद्वयं वदामश्चेत् पर्याप्तम् इति भाति अत्र केवलं ज्ञानम् इत्यस्मिन् विषये चिन्तनीयमस्ति नो चेत् न दलद्वयं स्वीकुर्मश्चेत् पर्याप्तं भवति इति भाति मम अन्यत्र यत्र कुत्रापि अतिव्याप्तिः वा दोषः न भवति इति अहं मम चिन्तनम् अस्तु, तर्हि सर्वे चिन्तयन्तु। वर्षा भगिनी, इतोपि भवत्या किमपि वक्तव्यं वा? न महोदय। अस्तु, दिस् इस् वाट् ऐ हेड् आल्सो थॉट इनिशियली। हा हा, गुड्, समीचीनं। तर्हि यत्र लाघवमस्ति तदेव स्वीकर्तव्यं। यदि दलद्वयमेव पर्याप्तं तर्हि तृतीयदलस्य आवश्यकता का? अस्तु, अहं प्रौढानां प्रौढैः सह किञ्चित् सम्भाषणं कृत्वा यदि एतादृशं वदामः तर्हि समीचीनं वा इति निश्चयित्वा अग्रिमवर्गेषु वदामि। यदा कदापि चर्चा जायते तदा अहं वदिष्यामि। अस्तु, तर्हि प्रत्यभिज्ञायाः लक्षणम् इदानीं कृतं। प्रत्यभिज्ञायाः कारणानि कानि? कैः इन्द्रियैः सा जायते? विषयात्मनोः सम्बन्धः कथम् इति सचित्रं निरूपयन्तु इति मया प्रार्थितम्। कारणानि कानि प्रत्यभिज्ञायाः? कारणानि सत्यभामा भगिनी वदति वा? स्मृति एव प्रत्यभिज्ञायाः कारणम् इति नास्ति खलु? केवलं स्मृतिः अस्ति चेत् प्रतिभिज्ञा जायते वा? प्रत्यक्षमपि तत्र आवश्यकमस्ति खलु? यदा पूर्वम् एकं ज्ञानं भवति तस्य पुनः तस्य यदा आवर्तनं भवति तत्र प्रत्यभिज्ञा इति भवति। न न न, तादृशमस्ति चेत् यदि मम पुरतः अन्य कोऽपि अहं न पश्यामि तर्हि सोऽयं देवदत्तः इति ज्ञानं प्रतिभिज्ञा कथं जायते? पूर्वस्मिन् काले तस्य ज्ञानम् अत्र उत्पत्ति अस्ति ज्ञानस्य, अनन्तरं तत् विस्मृतं, किञ्चित् कालानन्तरं पुनः तस्य प्रत्यक्षं यदा कदापि भवति तत्र अहं ज्ञानं पुनः तत् स्मृतिः उत्पद्यते, तदेव प्रत्यभिज्ञा इति। न न न, स्मृतिः स्मृतिः अपि च प्रत्यभिज्ञा द्वयोः मध्ये भेदः, महान् भेदः अस्ति इति एव इदानीम् उक्तं खलु। संस्कारमात्रजन्यत्वं मात्रजन्या स्मृतिः इति अस्ति, किन्तु संस्कारेण सह तत्र इन्द्रियज्ञानस्यापि अपेक्षा अस्ति प्रत्यभिज्ञायाम्। प्रत्यभिज्ञसमये सः पुरतः अस्ति चेदेव तद् प्रत्यभिज्ञा इति भवति। सत्यं, तर्हि पुरतः अस्ति सत्यं, तदा एव भवति। इदानीम् ओ इदानीमेव बुद्धं वा? एतावत्पर्यन्तं तदेव चिन्तितम् अस्माभिः। भवतु, चिन्ता मास्तु। अस्तु, तर्हि अन्येषां चिन्तनं किं मित्र? प्रतिभिज्ञायाः कारणानि कानि? इन्द्रियाणि सर्वाणि इन्द्रियाणि कारणानि, संस्कारः अपि, मनः, आत्मा, एतत् सर्वं कारणानि भवन्ति। अस्तु, तर्हि साधारणकारणानि त्यजेम, असाधारणकारणानि पश्यामश्चेत्। अस्तु, तर्हि भवान् वदतु, कैः इन्द्रियैः सा जायते? सर्वैः इन्द्रियैः सा जायते, चक्षुषा एव इति न चिन्तयामि। सर्वैः इन्द्रियैः, तर्हि रसनेन्द्रियम् इति स्वीकरोतु, एकम् उदाहरणं स्वीकृत्य पश्यामः। रसनम् इन्द्रियं, यदि वयं किञ्चित् स्वीकुर्मः तस्य एतत् रसनम् अहं पूर्वमासे अहम् एतत् एव रसनस्य ग्रहणं कृतवान् इति यदा जायते तदपि अभिज्ञा एव भवति खलु? एतत् इत्युक्ते गते मासे एकं मधुरं मया स्वीकृतं, तर्हि सोऽयं मधुरः इति भवति वा? स्वयम् एतत् मधुरः इति अपि भवति खलु? एतत् अयम् अयम् इति उक्तं खलु? सोऽयं मधुरः, सोऽयं मधुरः इति भवति इति अहं चिन्तयामि. सोऽयं मधुरः, अस्तु स्वीकुर्मः समीचीनमिति भाति. किमर्थं मया चिन्तितम् इति चेत् अत्र द्रव्यस्य ग्रहणं न भवति खलु रसनेन्द्रियेण, केवलं गुणस्य एव ग्रहणं करोति रसनेन्द्रियम्. तर्हि सोऽयं मैसूर् पाक् इति वक्तुं शक्यते वा इति मया चिन्तितं महोदय. अहं चिन्तयामि तत्र गुणत्वम् इदानीं सुगन्धम् यत्र कुत्रापि रसनमिति स्वीकृति वदतु. रसनं मैसूर् पाक् इदानीम् आनन्द अडयानन्दमने स्वादयामि. अत्र गृहम् आगत्य कालान्तरम् अहं तत् एव पदार्थ भिन्नपदार्थ तत्र खादामि चेत् तत्र समान तत्र मधुरत्वं मधुर मधुरता अस्ति तत्र, न तु गुणः, गुणत्वम् इति तत्र भवति वा महोदय? प्रतिभिज्ञा गुणत्वस्य प्रतिभिज्ञा किमर्थं न तत्र गुणस्य ज्ञानं भवति चेत् सर्वाणि ज्ञानानि संस्कारान् क्रियन्ते एव खलु? तत्र इदानीं भवत्येव गुणस्य ज्ञानम् अस्ति तु अयं गुणः तु भिन्नम् इति अहं पदार्थः भिन्नः अस्ति, भिन्नपदार्थः अस्ति. न न अत्र भवतु यत्किमपि, इदानीं गुणस्य ज्ञानं भवति वा न वा रसनेन्द्रियेण किं ज्ञायते? गुणं ज्ञायते. हा तर्हि यदि गुणं ज्ञायते तर्हि येन केनापि ज्ञानेन अत्र संस्कारः उत्पद्यते एव खलु? तर्हि इदानीं संस्कारः जातः, पुनः रसनेन्द्रियेण सा एव मैसूर् पाक् अहं खादामि चेत् तर्हि पुनः अनेन खादनेन तत्र केवलं गुणस्य एव ज्ञानं भवति. तर्हि तत्रापि सोऽयं मधुरा, सोऽयं मैसूर् पाक् इति तादृशी ज्ञानं, नो चेत् तत्र मधुरा मधुरता माधुर्यमेव अत्र अनुभवामः खलु? तर्हि तादृशज्ञानं भवितुम् अर्हति. तर्हि समीचीनमेव इति भाति. अस्तु तर्हि अन्तिमप्रश्नः अस्ति अत्र महोदय, सम्बन्धः कथं भवति महोदय? संस्कारः मनसा न गृह्यते खलु, आत्मनि एव तिष्ठति वा तत् संस्कारं? पूर्वं यत् ज्ञानं भवति तद् आत्मनि तिष्ठति, ततः इदानीं पुनः प्रत्यक्षं जायते तत् मनसा संयोगेन तिष्ठति इति कारणात् पुनः भवति वा? आम् आम् इत्युक्ते अत्र न संस्कारः इति गुणः अस्ति इति अत्र अनुमानमेव प्रमाणम्. आम् संस्कारः इति गुणः मनसि आत्मनि जायते इति अनुमानमेव प्रमाणं तत्र. तर्हि आत्मनसंयोगः अस्ति इति कृत्वा तत्र मनसा सह संयोगः, अत्र संयोगः इति न वक्तव्यं, संस्कारमनयोः मध्ये संयोगः यदा कदापि न भवति, परम्परासम्बन्धेन एव भवति. इत्युक्ते आत्ममनयोः मध्ये संयोगः भवति, तस्मिन् आत्मनि समवेतम् अस्ति, समवायसम्बन्धेन अस्ति संस्कारः इति कृत्वा स्वसंयुक्तसमवेतत्वसम्बन्धेन इदानीं मनः संस्कारेण सह सम्बध्यते, तेन इदानीं प्रतिभिज्ञा भवितुम् अर्हति. अस्तु तर्हि तत्र चित्रं केनापि निरूपितं वा? चित्रं निरूपितमस्ति चेत् वाट्साप् ग्रूप् मध्ये प्रेषयन्तु कृपया. तत्र किञ्चित् स्वारस्यं भवति इति मम चिन्तनमस्ति. सम्बन्धः कथं भवति इति इत्युक्ते अत्र प्रत्यक्षज्ञानमपि भवेत्, संस्कारः अपि भवेत्, तर्हि आत्मा, मनः, विषयः एतेषां सर्वेषां तत्र सम्बन्धः भवेत्, तदा एव प्रत्यभिज्ञा जायते. महोदय, तत्र केवलम् असाधारणकारणानि एव स्वीकरणीयं महोदय. नो चेत् तत्र कालं, दिक् सर्वं स्वीकर्तव्यं. मया वाट्सप् मध्ये प्रेषितं, तत् पूर्वं प्रेषितं वा? गतसप्ताहे प्रेषितवान् खलु महोदय. भवता प्रेषितं वा? भवान् पृष्टवान् तदनन्तरं वाक्यं रचयतु इति पृष्टवान्, तदनन्तरं वाक्यम् ईमेल् द्वारा प्रेषितवान्. ओहोहोहो, न न दृष्टं, मम मनसि स्मरणे नास्ति इदानीं, संस्कारः नष्टः जातः. अस्तु, प्रेषयतु अग्रिमवर्गे. इतोपि चिन्तनं कुर्मः, नो चेत् अत्र वाट्साप् मध्ये चिन्तनं कुर्मः. अस्तु, तर्हि तत्र चतुर्थी अन्यः प्रश्नः आसीत्, संस्काररक्षणे मात्रपदेन कानि त्यक्तव्यानि, कानि न त्यक्तव्यानि इति चिन्तयन्तु. महोदय, संस्कारस्य एकः प्रश्नमस्ति महोदय, पूर्वप्रश्ने एकः प्रश्नः अस्ति. हा, एकः प्रश्नः अस्ति. यदि रसनेन्द्रियेण वयं मधुरम् इति प्रत्यभिज्ञा अनुभूयते, तर्हि तत् मधुरं केवलं मधुरं न, परन्तु मैसूर्पाक् इति कथं न अनुभूयते, किमर्थं न अनुभूयते? यदि चक्षुः निमीलितम् अस्ति चेदपि अस्ति, तर्हि मैसूर्पाक् स्वीकुर्मश्चेत् तद् मैसूर्पाक् इति इति वक्तुं शक्यते किल? किमर्थं केवलं मधुरं? भवती एव उक्तवती तस्य उत्तरं. यदि चक्षुः उन्मीलितम् अस्ति तर्हि एव. इदानीं चक्षुः निमीलितम् अस्ति तर्हि किं भवति? केवलं मधुरता एव भवति खलु? न, हां महोदय, अदृष्ट्वा तु यत्कोपि वक्तुं शक्यते किल महोदय? यत्कोपि पदार्थं खाद न न अत्र भव अस्माभिः तत् सः पाठः भवत्या कृतम्. अत्र प्रतिनियतग्राह्यगुणः इति अस्माभिः अधीतं खलु. तत्र चक्षुरिन्द्रियेण, त्वगिन्द्रियेण, मनसा गुणाः गृह्यन्ते, अपि च तस्य आधारीभूते द्रव्यमपि गृह्यते इति अस्माभिः अधीतं. किन्तु रसनेन्द्रियेण, घ्राणेन्द्रियेण, श्रोत्रेन्द्रियेण केवलं गुणः एव गृह्यते, न तु तस्य आधारीभूतद्रव्यम्. महोदय, अहम् अङ्गीकरोमि, परन्तु यदि एकः मैसूर्पाक् खादितः, तर्हि तस्मिन् किं मधुरम् इति वक्तुं शक्यते, द्रव्यं किम् इति अनुमानं कर्तुं शक्यते. अत्र ग्रहणं न कर्तुं शक्यते रसनेन्द्रियेण, परन्तु द्रव्यं किम् इति अनुमानं कर्तुं शक्यते किल? अनुमानविषये भवत्या एतावत् न पठितम्, तर्हि अनुमानविषये न वदतु. अत्र नैयायिकानां चिन्तनं भिन्नरीत्या अस्ति. ऊहा इति भिन्नम् अस्ति, अनुमानम् इति भिन्नम् अस्ति. अनुमानमिति प्रमाणम्, ऊहा इति भिन्नम् अस्ति. अनुमानप्रमाणेन ज्ञानं जायते, तर्हि निश्चयेन एतद् एतद् मैसूर्पाक् इति न वक्तुं शक्यते. केवलम् ऊहामेव कर्तुं शक्यते, प्रायः मैसूर्पाक् भवति वा इति. किमर्थम् इत्युक्ते अत्र केवलं रसनेन्द्रियेण रसः एव ज्ञायते, तस्य आधारीभूतद्रव्यं यदा कदापि न ज्ञायते. किन्तु रसनेन्द्रिये, जिह्वायामेव त्वगिन्द्रियमपि अस्ति इति कृत्वा, यदा मैसूर्पाक् तत्र जिह्वायां स्थापयति तदा तत्र स्पर्शः अपि जायते, तर्हि त्वगिन्द्रियेण तत्र ऊहां कर्तुं शक्यते प्रायः एषा मैसूर्पाक् वा इति. नो चेत् ज्ञातुमपि शक्यते एषा मैसूर्पाक् एव इति. किन्तु तत्र त्वगिन्द्रियस्य एव कारणमस्ति, कार्यमस्ति, न तु रसनेन्द्रियस्य. पालिशार्थं किञ्चित् वदामि वा महोदय? अत्र मया 7 cupcake इति अस्ति, तद् अहं मया कृतं, तद् मैसूर् पाक् इव आगतम्। इदानीं चक्षुं निमील्य तद् खादयामश्चेत् यः कोऽपि अतिथिः आगच्छति चेत् सः चक्षुः निमील्य खादति चेत् तदा मैसूर् पाक् इत्येव वदति, 7 cupcake इति न वदति खलु तत्र? आमाम्, आम् सत्यं। किन्तु प्रायः तत्र भगिन्याः भ्रमः कुत्र अस्ति इति चेत् जिह्वायां स्पर्शः त्वक् त्वग् त्वगिन्द्रियमपि अस्ति इति सा प्रायः विस्मृतवती इत्यतः। किन्तु तत्र त्वगिन्द्रियमस्ति, त्वगिन्द्रियस्य कार्यमेव भवति मैसूर् पाक् इति ज्ञातुम्। यदि त्वगिन्द्रियं नास्ति तर्हि न वक्तुं शक्यते। अस्तु, समीचीनं। तर्हि अन्तिमप्रश्नः अस्ति, संस्कारलक्षणे मातृपदे पदेन कानि त्यक्तव्यानि, कानि न त्यक्तव्यानि इति चिन्तयन्तु। तर्हि स्वामीमहोदय वदति वा? महोदय, तत्र स्मृतिलक्षणे भवति, संसारलक्षणे तत्र क्षम्यतां, स्मृतिलक्षणे, स्मृतिलक्षणे हा स्वामीमहोदय। महोदय, अहं कोऽपि अन्यः वदतु महोदय, स्पष्टं नास्ति मम कृते। अस्तु, तर्हि केन चिन्तितम् अस्मिन् विषये? शिवराम महोदयेन चिन्तितं किम्? न महोदय, अहं शृणोमि अद्य। अस्तु, तर्हि अन्यः कोऽपि वदतु। महोदय, हा, तत्र मात्रपदेन तत्र आत्ममन इत्यादीनि कार्याणि न त्यक्तव्यानि तत्र इति अहं चिन्तयामि महोदय। कारणानि समीचीनम्। इत्युक्ते संस्कारमात्रजन्यं ज्ञानं स्मृतिः इत्यत्र मात्र इति पदेन किं न त्यक्तव्यानि इति चेत् आत्मा त्यजति चेत् कथं वा स्मृतिः जायते? आत्मा एव अधिकरणमस्ति ज्ञानस्य, स्मृतिः ज्ञानमस्ति इति कृत्वा मनसयोग मनः इति मनसः आवश्यकता अपि अस्ति तत्र। तर्हि मात्र इति पदेन यद् बोध्यं तर्हि किं न किं त्यक्तव्यानि महोदय, तदपि प्रतिपादयतु। तत्र किं त्यक्तव्यम् इत्युक्ते तत्र इतर तत्र चक्षुरिन्द्रियजनकत्वं इति चक्षुरिन्द्रियेण प्रत्यभिज्ञा जायते, तत्र अतिव्याप्तिः भवति इति कृत्वा तत्र इन्द्रियजनकत्वं त्यक्तव्यं चिन्तयामि महोदय। हा, इन्द्रियम् इत्युक्ते तत्र मनः विना मनः विहाय खलु, मनः अपि इन्द्रियम्। मनः इति इन्द्रियं विहाय अन्यानि 5 इन्द्रियाणि यानि सन्ति तैः जन्यत्वम् अत्र त्यक्तव्यं, मात्र इति पदेन केवलं तेषामेव त्यागः करणीयः। अस्तु, समीचीनम्, उत्तमम्। तर्हि इदानीं किञ्चित् अत्र परीक्षां प्रति गच्छेम। तत्र प्रथम यदा भगिन्या उक्तं तत्र यदा केवलं संस्कारजन्यत्वम् तदनन्तरम् इन्द्रियजन्यत्वम् इति स्वीकुर्मः तत्र इच्छायां तत्र अतिव्याप्तिः भवति इति अहं चिन्तयामि महोदय। तत्र पूर्वम् इच्छाविषये वयं पठितवन्तः खलु, इच्छायाः तत्र प्रयत्नं भवति, प्रयत्नक्रिया भवति, तत्र इच्छायाः कारणं ज्ञानम् अस्ति। तदनन्तरम् एकः पुरुषः कुत्रचित् पुष्पं पश्यति, तदनन्तरं वाटिकां गच्छति, वाटिकायां तदेव पुष्पं पश्यति, तदनन्तरं तत् तर्हि किं वक्तुम् इच्छति भवान्? तर्हि इच्छा तत्र अस्ति इच्छायां, इन्द्रियजन्यत्वे सति संस्कारजन्यत्वं कथमस्ति इच्छायां? तत्र संस्कारः अस्ति, पुष्पस्य पूर्वं दृष्टस्य पुष्पस्य संस्कारः अस्ति महोदय। संस्कारेण जायते इति कथं भवान् वदति? तस्य निरूपणं करणीयं। संस्कारः नास्ति चेत् इदानीं नूतनपुष्णमेव भवति खलु तद्, यत् पूर्वं मया दृष्टं तत्र अन्यत्र, तदेव इदं पुष्पम्, इदम् इदानीं इदं पुष्पम् इदानीं क्रीणामि इति इच्छा भवति खलु। न, अत्र ज्ञानेन अत्र पुष्पं भवान् पश्यति, तर्हि अयं पुष्पं सुन्दरमस्ति इति ज्ञानं जायते भवतु, तेन संस्कारः अपि जायते। अस्तु, तर्हि इदं पुष्पं मया क्रेतव्यम् इति इच्छा, तत्र केवलं ज्ञानमेव उक्तं, किमर्थं संस्कारस्य आवश्यकता अस्ति? ज्ञानमस्ति चेत् भवति, ज्ञानेन संस्कार इच्छा जायते, संस्कारः अपि भवेत् इति नियमः कः? यस्मिन् समये अहं पश्यामि तस्मिन् समये अपि इच्छा भवति, इच्छा अपि आत्मनि उत्पद्यते। इदानीं पुष्पं पश्यामि अहम्, इदानीम् इच्छा मम मनसि आगच्छति क्रेतुम् इति अस्ति। इत्युक्ते इच्छायाः विषये एतावत्पर्यन्तम् अस्माभिः न पठितं खलु, सुखं दुःखम् इच्छा तत्र, हा, तत्सर्वम् अस्माभिः न पठितं। तर्हि इच्छा यथा ज्ञानं क्षणात्मकम् इति अस्माभिः पठितं, तदा इच्छा अपि क्षणात्मकं वा? इच्छा कदा जायते, कियत्पर्यन्तं तिष्ठति, इच्छायाः कारणानि कानि इति एतत् सर्वं न चिन्तितम्। अस्तु, तत्र इतोपि बहु किमपि तस्य अध्ययनं कृत्वा पुनः चिन्तयामः। अस्तु, सम्यक् अस्ति, अस्तु, तर्हि इदानीं परीक्षां प्रति गच्छेम। अस्तु, तर्हि सर्वेषां पुरतः अत्र मौखिकपरीक्षा गुणनिरूपणम् इति वर्ड् डाक्युमेण्ट् अस्ति इति अहं चिन्तयामि, ह्यः मया प्रेषितमासीत्। अस्तु, तर्हि रूपस्य लक्षणं किं, लक्षणे कति दलानि, तानि कानि इति एतत् सर्वं वक्तव्यमस्ति। तर्हि सतिभामा भगिनी प्रयत्नं करोति वा? अन्यस्मिन् वर्गे इदानीमेव कृतं खलु, तर्हि झटिति वक्तुं शक्यते लक्षणं किं प्रथमं? रूपस्य लक्षणं चक्षुर्मात्रग्राह्यो गुणं रूपं, गुणरूपम्। अत्र त्रीणि दलानि सन्ति, प्रथमं चक्षुर्ग्राह्यं, तदनन्तरं चक्षुरिन्द्रियत्यन्तं प्रयुज्य वदतु, चक्षुरिन्द्रियग्राह्यत्वे सति सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम्। उत्तमं, दलसार्थक्यं करोतु। प्रथमदलमस्ति चक्षुरिन्द्रियग्राह्यत्वम्। अत्र यदा यदा रूपं पश्यामि तदाश्रित द्रव्यम् अपि अपि द्रष्टुं शक्यते, अतः अत्र घटे अतिव्याप्ति इति दोषः भवति। उत्तमं, घटे अतिव्याप्तिः तावद् वदतु, प्रश्नः चिन्तयामः। घटे अतिव्याप्तिः भवति। द्वितीयमस्ति चतुर्भिन्नेन्द्रिय अग्राह्यत्वम्। अत्र भिन्नेन्द्रियम् अग्राह्यत्वम् इति वदामः चेत् घटे इदानीम् अतिव्याप्तिः नास्ति, किन्तु अनुमानेन यद् यद् ज्ञानं भवति तेषाम् अतिव्याप्तिः भवति, अतः इदानीं गुरुत्वे अतिव्याप्तिः भवति। उत्तमं, बहु समीचीनं। तर्हि यत्किमपि अनुमानेन ज्ञायते तत्र सर्वत्र अतिव्याप्तिः भवति। अस्तु, समीचीनं। इदानीं गुणत्वम् इति तृतीयदलम्, अत्र अन्येषु गुणेषु अतिव्याप्तिः भवति। उत्तमम्। इदानीं प्रथम द्वितीय गणः स्वीकृत्य चतुर्थ इति, अत्र चक्षुरिन्द्रियग्राह्यत्वे सति प्रथमद्वितीय, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति वदामः चेत् रूपत्वम् इति सामान्यजातिः अस्ति, तत्र अतिव्याप्तिः भवति। सामान्यजातिः नास्ति इत्युक्ते सामान्यम् इत्युक्ते जातिः, जातिः रूपत्वजातौ अतिव्याप्तिः, रूपत्वजातौ अपि अतिव्याप्तिः। तद् इदानीं पञ्चमसम्भावना वन् प्लस् क्रिया चक्षुरेन्द्रियग्राह्यत्वे सति गुणत्वं गुणत्वम् अत्र अतिव्याप्तिः चक्षुरेन्द्रियग्राह्यं ते सति गुणत्वम् अन्यानि गुणानि यदस्ति सङ्ख्या परिमाणं गुणाः यदस्ति तेषाम् अतिव्याप्तिः भवति तद्व्याप्तिः इदानीं षष्टसम्भावना अस्ति टु प्लस् त्रि चक्षुर्भिन्नेन्द्रियग्राह्यत्वे सति गुणत्वम् इति अत्र अत्रापि गुणत्वे गुरुत्वे अतिव्याप्तिः अस्ति अतः त्रयः दलानि आवश्यकं त्रीणि दलानि आवश्यकानि रूपलक्षण निरूपणं कृतम् उत्तमं बहु उत्तमं भगिनि अस्तु तर्हि भवती एव वदतु कति विधं रूपं रूपं रूपं कति विधं हौ मेनि टैप्स् आफ् रूपं सप्तविधानि इति उत्तमम् शिवरामहोदय वदतु तर्हि तानि कानि इति शुक्लचित्र नील कपिश पीत हरित तथा रक्त सप्तविधरूपम् उत्तमं तर्हि सप्तविधानि सन्ति रूपाणि बहु समीचीनम् तर्हि वृत्तित्वं रूपं कुत्र कुत्र अस्ति उत्तमं पृथिवी पृथिवी जल तेज अस्तु तर्हि पृथिव्यां किमस्ति जले किमस्ति तेजसि किमस्ति सप्त पृथिव्यां सप्तविधरूपमस्ति जलम् अभास्वरशुक्लमस्ति तेजसि भास्वरशुक्लम् उत्तमं तर्हि अन्तिमप्रश्नः अस्मिन् विषये रूपलक्षणे तत्र मात्र इति पदमस्ति खलु मात्रपदेन किं बोध्यम् चक्षुर्मात्रग्राह्यो गुणः इदानीमेव भगिन्या उक्तं खलु चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति इति तर्हि मात्र पदेन भिन्नेन्द्रियाः त्यक्ताः सन्ति तावदेव अस्तु समीचीनं तर्हि भवान् तत्र द्वितीयप्रश्नः वक्तुमिच्छति वा स्पर्शं स्पर्शः स्पर्शं नास्ति वस्तुतः स्पर्शः इति भवेत् शिवरामहोदय प्रयत्नं कृत्वा करोति वा स्पर्शः इति स्पर्शस्य लक्षणं किं स्पर्शः त्वगेन्द्रियमात्र ग्राह्यो गुणः स्पर्शः समीचीनं तर्हि लक्षणे कति दलानि सन्ति सत्यन्तं प्रयुज्य वदति वा त्रीणि दलानि सन्ति वा अत्र सत्यं कानि त्वगेन्द्रियजन्यप्रत्यक्ष प्रत्यक्षविषयत्वे सति अनन्तरं त्वगेन्द्रियभिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वे सति तथा गुणत्वम् ओ बहु समीचीनम् इति अपि वक्तुं शक्यते इत्युक्ते त्वगेन्द्रियग्राह्यत्वग्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् अस्तु तर्हि दलसार्थक्यं करोति वा षड् सम्भावना सन्ति न तावत् न पठितं मया अद्य वा किन्तु इदानीम् उभां करोतु, यदि एकमेव दलं स्वीकुर्मः, त्वगिन्द्रियग्राह्यत्वं त्वगिन्द्रियेण किं त्वगिन्द्रियेण स्पर्शः तु गृह्यते, स्पर्शः तु गृह्यते, किन्तु स्पर्शस्य उपरि सङ्ख्या अपि गृह्यते खलु, कति गडाः सन्ति इति स्पृष्ट्वा वक्तुं शक्यते खलु, तर्हि सङ्ख्या अपि गृह्यते, अपि च घटः अपि गृह्यते खलु. तर्हि एतद् मनसि निधाय त्वगिन्द्रियेण स्पर्शः इति गुणः गृह्यते, स्पर्शत्वम् इति जातिः गृह्यते, सङ्ख्या अपि गृह्यते, घटः अपि गृह्यते. एतत् संस्थाप्य तर्हि त्वगिन्द्रियग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? घटे अतिव्याप्तिः त्वगिन्द्रियेण गृह्यते खलु, तर्हि किन्तु अस्माकं लक्षणं केवलं स्पर्शः इति गुणे भवेत्. यदि त्वगिन्द्रियग्राह्यत्वम् इति वदामः तर्हि घटे अतिव्याप्तिः. अस्तु, तर्हि इदानीं द्वितीयदलं त्वग्भिन्नेन्द्रिय अग्राह्यत्वं त्वग्भिन्नेन्द्रिय अग्राह्यत्वं कुत्र अतिव्याप्तिः भवति? ये पदार्थाः अनुमानप्रमाणेन ज्ञायन्ते तत्र सर्वत्र अतिव्याप्तिः भवति खलु. अनुमानप्रमाणेन यत्किमपि ज्ञायते तत्र इन्द्रियस्य इन्द्रियजन्यत्वं नास्ति इत्यतः. तर्हि तत्र अनुमानप्रमाणेन यत्किमपि ज्ञायते गुरुत्वे अतिव्याप्तिः भवति. अस्तु, गुणत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? गुणत्वम् एतत् अहं जानामि किन्तु चित् अभ्यासं न कृतम् एतत् न इदानीं चिन्तयतु. चतुर्विंशतिगुणाः सन्ति. तर्हि सर्वेषु गुणेषु गुणत्वमस्ति खलु. आम्, तर्हि यदि गुणत्वम् इति एकमेव दलं लक्षणत्वेन स्वीकुर्मः तर्हि अन्येषु गुणेषु अतिव्याप्तिः भवति, अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति. अस्तु, तर्हि इदानीं दलद्वयं स्वीकुर्मः. चक्षुरिन्द्रिय त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् अस्तु, स्वामिमहोदय भवता वक्तुं शक्यते वा? महोदय प्रयत्नं करोमि महोदय. हा हा, इदानीं दलद्वयं स्वीकृतं त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम्. यः यः गुणः नास्ति तस्मिन् प्रति किन्तु तादृशपदार्थः त्वगिन्द्रियेण ग्राह्यः भवेत् खलु. आं महोदय, गुणः नास्ति तस्य कृते अतिव्याप्तिः भवेत्. स्पर्शत्वम् इति जातिः अस्ति खलु. आं महोदय, सर्वेषु स्पर्शेषु भिन्नभिन्नस्पर्शाः सन्ति, तेषु सर्वेषु स्पर्शत्वम् इति जातिः अस्ति. तर्हि तस्यां जात्याम् अतिव्याप्तिः भवति. त्वगिन्द्रियग्राह्यत्वम् अपि स्पर्शत्वे अस्ति, त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् अपि स्पर्शत्वे अस्ति. स्पर्शत्वं तु केवलं स्वगिन्द्रियेणैव गृह्यते खलु. आं महोदय, तर्हि स्पर्शत्व स्पर्शत्वजातौ अतिव्याप्तिः. अस्तु, इदानीं प्रथमदलं पञ्चमदलं न पञ्चमसम्भावना, प्रथमदलं तृतीयदलं त्वगिन्द्रिय ग्राह्यत्वे सति गुणत्वं गुणत्वं कुत्र अतिव्याप्तिः भवति? महोदय तत् पूर्वं यदा भवता उक्तं संख्या सत्यम् उत्तमं हा संख्यायाम् अतिव्याप्तिः संख्या संख्या गुणः अस्ति तर्हि गुणत्वमस्ति अपि च त्वगिन्द्रियेण गृह्यते संख्या कति घटाः सन्ति इति चेत् द्वे घटे स्तः द्वौ घटौ स्तः इति वक्तुं शक्यते खलु तर्हि संख्यायाम् अतिव्याप्तिः इदानीं तृतीय अन्तिमसम्भावना षष्ठसम्भावना त्वग्भिन्नेन्द्रिय वदतु भिन्नेन्द्रिय अग्राह्यत्वं गुणत्वं केवलं द्वयोः मेलनेन यत्किमपि कोऽपि गुणः यः गुणः अनुमानेन ज्ञायते गुरुत्वम् एकमस्ति गुरुत्वम् अनुमानेन ज्ञायते अपि च गुणः अपि अस्ति तर्हि गुरुत्वे अतिव्याप्तिः अस्तु बहु समीचीनं तर्हि अग्रे स्पर्शः कतिविधः अस्ति स्पर्शः त्रिविधः महोदय शीत उष्ण अनुष्ण शीत अनुष्णशीत अनुष्णाशीत अनुष्णशीत नास्ति अनुष्णा अशीत अनुष्ण अशीत अनुष्णाशीत महोदय अस्तु तर्हि कुत्र कुत्र स्पर्शस्य वृत्तित्वं कुत्र कुत्र अस्ति स्पर्शस्य वृत्तित्वम् अस्ति महो पृथिव्यां तेजसि वायौ जले नास्ति वा जले स्पर्शं शक्यते अस्तु जले तर्हि वदतु पृथिव्यां कीदृशस्पर्शः अस्ति जले कीदृशः जले तु शीतः महोदय शीतस्पर्शः जले तेजसि तु उष्णस्पर्शः सत्यं पृथिवी अथवा वायौ अनुष्णाशीतः हा उत्तमं तर्हि वायौ अपि अनुष्णाशीतः पृथिव्यामपि अनुष्णाशीतः अस्ति तर्हि इदानीं पृथिव्यां शीतस्पर्शः मया अनुभूयते चेत् तस्य कारणं किम् तस्य कारणं तु जलमेव जलस्य इत्युक्ते जलेन सह मिश्रितमस्ति मिश्रिता अस्ति पृथिवी अस्तु समीचीनम् अग्रे गच्छेम तर्हि गन्धः कोऽपि वदति वा वर्षा भगिनी वदति वा गन्धः गन्धस्य लक्षणं किम् आं महोदय घ्राणेन्द्रियग्राह्यः गुणः गन्धः इति लक्षणवाक्यम् अत्र दलद्वयमस्ति घ्राणग्राह्ये सति गुणः गुणत्वं गन्धस्य लक्षणम् इति अत्र दलसार्थक्यं कुर्मश्चेत् घ्राणग्राह्यः गुणः घ्राणग्राह्यः गन्धः इति वदामश्चेत् गन्धत्वे अतिव्याप्तिः भवति यदि गुणत्वं गन्धस्य लक्षणम् इति वदामश्चेत् गन्धः विहाय अन्येषु गुणेषु अतिव्याप्तिः भवति उत्तमं बहु सुन्दरम् अस्तु तर्हि गन्धः कतिविधं कतिविधः गन्धः द्विविधः अस्ति सुरभिः असुरभिः इति वृत्तित्वं तु पृथिव्याम् अस्ति अत्र लक्षणपदे मात्रपदं न उपयुज्यते किमर्थं मात्रपदस्य आवश्यकता किमर्थं न केवलं ग्राणेन्द्रियैः ग्राणेन्द्रियेण एव गन्धत्वस्य गन्धस्य ग्रहणं भवति अतः इत्युक्ते गन्धः केवलं ग्राणेन्द्रियेण एव गृह्यते लोके अन्येन येन केनापि न गृह्यते इति कृत्वा अत्र मात्रपदस्य आवश्यकता नास्ति एव अस्माकं लक्ष्यं किं गन्धः गन्धः केवलं ग्राणेन्द्रियेण गृह्यते इति कृत्वा किन्तु रूपमपि केवलं चक्षुषा एव गृह्यते किन्तु तत्र किमर्थं मात्रपदम् त्वकेन्द्रिय त्वगिन्द्रियेण अपि त्वगिन्द्रियेण रूपं न गृह्यते खलु न गृह्यते द्रव्यं गृह्यते यत् द्रव्यमस्ति तदपि गृहीतुं शक्यते तर्हि किं वक्तव्यम् अत्र गन्धः केवलं ग्राणेन्द्रियेण गृह्यते इति वक्तव्यं वा नो चेत् ग्राणेन्द्रियेण केवलं गन्धः एव गृह्यते इति वक्तव्यं वा हा हा महोदय करेक्ट् ग्राणेन्द्रियेण गन्धः एव केवलं तदेव प्रतिनियत हा सत्यं तर्हि तादृशं वक्तव्यं यद्यपि अस्माकं लक्षणं लक्ष्यं गन्धः अस्ति किन्तु ग्राणेन्द्रियेण किं गृह्यते लोके ये सन्ति तेषु सर्वेषु ग्राणेन्द्रियेण केवलं पदार्थद्वयमेव गृह्यते एकं तु गन्धः द्वितीयं तु गन्धत्वम् इति जातिः अन्यत् यत्किमपि ग्राणेन्द्रियेण न गृह्यते तर्हि गन्धत्वे जायमान अतिव्याप्तिवारणाय गुणत्वमिति धनं योजनीयं नो चेत् तदपि त्यक्तुं शक्नुमः उत्तमं तर्हि अत्र किं वक्तव्यम् इति चेत् किमर्थं मात्रपदं त्यक्तम् इति चेत् ग्राणेन्द्रियेण अत्र ग्राणेन्द्रिये ग्राणेन्द्रियं तु केवलं गन्धस्य एव ग्रहणं करोति इत्यतः गन्धः अपि च गन्धत्वम् इति पदार्थद्वयमेव ग्राणेन्द्रियं गृह्यते इत्यतः गन्धत्वजातौ जायमान अतिव्याप्तिनिवारणाय अत्र गुणत्वम् इति पदलम् आवश्यकम् अतः अस्मिन् लक्षणवाक्ये मात्र इति पदस्य आवश्यकता एव नास्ति उत्तमम् तर्हि रसः रमेशमहोदय आं महोदय रसनग्राह्यः गुणः रसः रस रसनग्राह रसनेन्द्रिय यद् ग्राह्यते तत् तद् गुणः तद् गुणः रसः तत्र दलद्वयम् अस्ति रसनेन्द्रियग्राह्यत्वे सति गुणत्वं रसः यदि रसनेन्द्रियग्राह्यत्वं ग्राह्यत्वे सति रसः इति वदामश्चेत् तत्र रसत्वे अतिव्याप्तिः भवति यदि गुणत्वं रसः इति वदामश्चेत् अन्येषु गुणेषु अतिव्याप्तिः भवति तर्हि मिलित्वा वदामश्चेत् केवलं मिलित्वा रसे केवलं रसे एव लक्षणं पतति अस्तु कतिविधं रसः कतिविधं रसः षड्विधं मधुरः आम्लः लवणः कटुः कषायः तिक्तः कुत्र अस्ति तस्य वृत्तित्वं कुत्र पृथ्वी जले अस्ति अस्तु जले किमस्ति जले मधुरः एव अस्ति हा पृथ्वी षड्विधाः अस्ति अत्र षडपि रसः पृथिव्याम् अस्ति, किन्तु जले केवलं मधुरः एव अस्ति. उत्तमम्. अत्रापि मात्रपदं किमर्थं न प्रयुक्तम्? रसनेन्द्रियः केवलं रसः एव ग्रह्यते. रसः अपि च रसत्वम् इति. रसत्वमपि ग्रह्यते. रसनेन्द्रियः नास्ति, रसनेन्द्रियं नपुंसकलिङ्गम्. उत्तमं. रसनेन्द्रियं. महोदय, अत्र एका शङ्का अस्ति महोदय. हा, किमर्थं जले केवलं मधुरम् एव अस्ति इति अत्र दत्तमस्ति? सागरे तु लवणजलम् अस्ति, तत् पृथिवी इति स्वीकरणीयं वा? अत्र लवणम् इति पार्थिवपदार्थमस्ति. तस्य मिश्रणेन एव अत्र समुद्रजले लावण्यं जातम्. अतः एव समुद्रजलात् पृथक् कर्तुं शक्यते खलु. यद् लवणम् अस्माभिः उपयुज्यते पाकशालायां, तत् कुतः लभ्यते? समुद्रजलात् एव खलु. तर्हि तत्र लवणम् इति पार्थिवद्रव्यं मिश्रितमस्ति इति कृत्वा तत्र लवणम् अस्माभिः अनुभूयते, किन्तु जलस्य नास्ति तत्. सः गुणः तु लवणस्य. अस्तु, तर्हि इदानीं शब्दः. बहु उत्तमं शब्दः. तर्हि सत्यभामा भगिनी वदति वा शब्दस्य लक्षणं किम् इति? महोदय, श्रोत्रग्राह्यगुणो शब्दः. गुणत्वम् इति द्वयदलं स्तः, श्रोत्रेन्द्रियग्राह्यत्वम् अपि च गुणत्वं. श्रोत्रेन्द्रियग्राह्यत्वम् इति एकमेव दलं स्वीकृतं चेत् अत्र तस्य जात्याम् अतिव्याप्तिः भवति. शब्दत्वम् इति जाति गुण, अतः गुणत्वम् इति अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति, अतः दलद्वयम् अवश्यम्. इदानीं दलं द्वयं स्वीकृत्य श्रोत्रेन्द्रियग्राह्यत्वे सति गुणत्वम् इति शब्दस्य लक्षणम्. उत्तमं, बहु सुन्दरम्. अस्तु, तर्हि शब्दः कति विधः? अस्तु, बहु समीचीनं भगिनी. अस्तु, सर्वेषां कृते अहं वदामि, अत्र रमोश् महोदयः, वर्षा भगिनी, अपि च सत्यभाव भगिनी, ते एतावत्पर्यन्तं किमपि न पठितम् अस्मिन् विषये. इदानीमेव रूपस्य लक्षणे तेषां पाठं मया आरब्धं, पाठः आरब्धः. तथापि ते वदन्ति एव श्लाघनीयः विषयः अस्ति. समीचीनं. तर्हि अन्य कोऽपि वदतु. श्रीरा महोदय वदति वा शब्दः कति विधः इति? आं महोदय, प्रयत्नं करोमि. तत्र द्विविधः अस्ति, ध्वन्यात्मकः, वर्णात्मकः इति. अस्तु, प्रतिपादयतु. तत्र ध्वन्यात्मकः इत्युक्ते तत्र केवलं चित्यानि, तत्र यदा वदं वयं शब्दकण्ठात् जायते, तत्र वर्णात्मकेन चिन्तयामि. तत्र इदानीं केनापि शब्दः यत्र कुत्रापि जायते तद् ध्वन्यात्मकः. वर्णात्मकः इत्युक्ते तत्र कण्ठात् यदा वयं उच्चारणं कुर्मः वा वाक्यस्य वा पदस्य वा वर्णस्य, तद् वर्णात्मकः इति चिन्तयामि. इदानीं नास्ति अत्र किमपि नास्ति किल, भेर्यादि अत्र किम् इत्युक्ते वर्णम् अनुपयुज्य केवलं शब्दः भवति चेत् तद् वर्णात्मकं, तद् ध्वन्यात्मकं भवति. यत्र वर्णाः भवन्ति तत्र शब्दात्मकं भवति इति एकविधमस्ति. तदनन्तरम् इतोपि किमपि अस्ति वा? तत्र तत्र कारणमादेव महोदय, संयोगजयशब्दः विभागजयशब्दः संयोगजयस्य हस्तताडनं हस्तताडनं तत्र क्लाटिङ्ग्, अनन्तरं विभागजय इत्युक्ते यत्र अहं चिन्तयामि विस्फोटकः भवति तत्र विभाग हा, किन्तु अन्यैः न पठितमिति कृत्वा किञ्चित् इतोपि स्पष्टतया वदतु। तर्हि एकविधः विभागः अस्ति, ध्वन्यात्मकः अपि च शब्दात्मकः इति। तत् किम् आधारीकृत्य अत्र विभजनं कृतं ध्वन्यात्मकः शब्दात्मकः इति? तत्र किम् आधारीकृत्य तत्र स्थानमाधारीकृत्य खलु? हा स्थानं सत्यं शब्दः, हा स्थानमाधारीकृत्य कुतः शब्दः जायते इति आधारीकृत्य अत्र द्विधा विभक्तः अस्ति। अस्तु, इदानीं द्वितीयविधविभागः इदानीं भवता उक्तं तत्र कारणमादे कारणम् इत्युक्ते तत्र द्विविधं भवति संयोगजः विभागजः शब्दः द्विविधं भवति। इदानीं संयोगजः इत्युक्ते यत्र वयं तत्र हस्तद्वयेन संयोगेन यः शब्दः जायते तत्र करतालनं कुर्मः तत्र संयोगजः शब्दः जायते। इदानीं विभागजः शब्दः इत्युक्ते यत्र द्वयोः पदार्थयोः विभागः भवति तदा यः शब्दः जायते सः विभागजः शब्दः। यदा तत्र पुस्तके उदाहरणं दत्तमस्ति, यदा तत्र बेम्बू अस्ति, बेम्बू तद् भग्नः भवति चेत् शब्दः जायते, बेम्बू भग्नः जायते तत् पटक् इति शब्दः जायते, तदेव तत्र विभागजः शब्दः इति। समीचीनं स्मरामि अस्ति तद् वदामि महोदय, न न समीचीनं तदेव, तावत् तावद् मनसि अस्ति चेत् पर्याप्तं भवति। अस्तु, तर्हि शब्दः शब्दस्य वृत्तित्वं कुत्र? नो चेत् आकाशे केवलम् आकाशे। अस्तु, तर्हि अत्र मातृपदस्य अस्मिन् लक्षणवाक्ये मातृपदस्य आवश्यकता किमर्थं न स्यात्? तत्र केवलं श्रोत्रेन्द्रियेण केवलं शब्दः एव गृह्यते, श्रोत्रेन्द्रियम् अपि आकाशरूपमस्ति इति कृत्वा तत्र आकाशीयम् इति वदामः, श्रोत्रेन्द्रियम् आकाशीयम्, तदनन्तरं तत् केवलं शब्दः एव गृह्यते, अन्यत् किमपि इत्युक्ते शब्दत्वं गृह्यते, अन्यं गुणं न गृह्यते। हा समीचीनम्, अन्यं गुणं न गृह्यते इत्यतः मातृपदस्य आवश्यकता एव नास्ति। उत्तमं, तर्हि अत्र इतोपि किञ्चित् चिन्तनं कुर्मः। श्रोत्रेन्द्रियम् इत्युक्ते किम्? तत्र श्रोत्रेन्द्रियम् इत्युक्ते तत्र आकाश यत् अस्ति तत्र यदा घटः अस्ति घटः आकाशं छेदयति तादृशं श्रोत्रेन्द्रियम् आकाशस्य परिच्छिन्न अवस्था अस्ति। अस्तु, तर्हि मम प्रश्नस्य उत्तरं श्रोत्रेन्द्रियम् इत्युक्ते किम् इति चेत् आकाशः, आकाशीयम् इति अपि न वक्तव्यं, साक्षात् आकाशः आकाशः। किमर्थम् आकाशीयम् इति न वक्तव्यं, केवलम् आकाशः इति वक्तव्यम्? भावः अस्ति वा महोदय तत्र आकाशीयम् इत्युक्ते? नास्ति। अस्तु, आकाशः आकाशस्य संख्या का? एक एव संख्या इति कृत्वा यत्र यत्र तत्र बहवः सन्ति, इदानीं पार्थिवद्रव्यं बहवः सन्ति खलु पार्थिवद्रव्याणि इति कृत्वा तत्र पार्थिवम् इति वक्तुं शक्यते। अत्र तु एकः एव आकाशः अस्ति इति कृत्वा आकाशीयम् इति यदि बहवः सन्ति तदा एव तत्र बहवः वक्तव्यः खलु. तद् किं तद् आकाशीयं मया चिन्तितं तत्र भावः अस्ति इति. भावः एव, भावः एव, किन्तु यत्र बहवः सन्ति तत्रैव इत्युक्ते आकाशत्वं तत् जातिः अस्ति. पृथिवीत्वम् इति जातिः अस्ति खलु. सर्वेषु पार्थिवद्रव्येषु पृथिवीत्वम् अस्ति. तर्हि सर्वे सर्वाणि पार्थिवद्रव्याणि पार्थिवानि वा किं वक्तव्यं जलीयम् एवं जलीयं तैजसम् इति पार्थिवमिति एव भवति खलु. पार्थिवं पार्थिवपदार्थः इति एव भवति. जलीय इति पार्थिव प्रायः न भवति अत्र. भवतु, अस्तु. तर्हि इतोपि किञ्चित् चिन्तनीयमस्ति शब्दस्य विषये. किमित्युक्ते अत्र शब्दः, तर्हि अस्तु, एतावत् इदानीं निमिषद्वयमस्ति, एकमेव निमिषमस्ति. अस्तु, तर्हि इदानीम् एकः एव आकाशः, किन्तु श्रोत्रेन्द्रियाणि बहूनि सन्ति खलु, तत् कथं साधितम्? यथा तत्र बहवः घटाः यथा सन्ति तत्र प्रत्येकं घटे आकाशः परिच्छेदः अस्ति, तादृशं चिह्नः अस्ति, परिच्छिन्नः अस्ति, तादृशम् एव तत्र प्रत्येकेषु शरीरेषु श्रोत्रेन्द्रियं परिच्छिद्यते, आकाशं परिच्छिद्यते, आकाश श्रोत्रेन्द्रियेण आकाशः परिच्छिद्यते. हा, उत्तमं. तर्हि घटाकाशः, लघुघटाकाशः, एकलिटर् घटाकाशः, पञ्चलिटर् घटाकाशः इति यथा व्यवहरामः तथा अत्र प्रत्येकं शरीरे कर्णद्वयमस्ति, प्रत्येकं कर्णे शष्कुली इति कश्चन भागः अस्ति. तस्मिन् भागे अवच्छिद्यमान आकाशस्य नाम अस्ति श्रोत्रम् इति. तर्हि इदानीं शब्दः केवलम् आकाशे लभ्यते इति उक्तम्, अपि च श्रोत्रेन्द्रियं स्वयम् आकाशः एव इति उक्तम्. साक्षात् आकाशः एव श्रोतेन्द्रियं, तस्य बहुत्वमस्ति अस्माभिः निरूपितं. तर्हि इदानीं प्रश्नः अस्ति, कथं वा एकस्मिन् देशे उत्पद्यमानशब्दः श्रोत्रं प्रति आगच्छति इति चिन्तनीयं. ततः आरभ्य अग्रिमवर्गे चिन्तयामः. अपि च अस्मिन्नेव सन्दर्भे अत्र पदार्थाः अत्र इन्द्रियं पदार्थपर्यन्तं किम् इन्द्रियं गच्छति, अत्र इन्द्रिय इत्युक्ते इन्द्रियपदार्थसंयोगः, इन्द्रियद्रव्यसंयोगः कथं जायते इत्यपि चिन्तयितुं शक्यते प्रत्येकम् इन्द्रियं स्वीकृत्य अस्मिन्नेव सन्दर्भे. अस्तु, तत्सर्वम् अग्रिमवर्गे चिन्तयिष्यामः. अस्तु, बहु समीचीनं, नमस्कारः, धन्यवादाश्च. नमस्कारः.